अस्तु, अद्य प्रत्यक्षम् इत्यस्य द्रव्यप्रत्यक्षं केन भवति इत्यस्मिन् विभागे वयं स्मः। तर्हि प्रत्यक्षम् इति द्विविधं भवति, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षञ्च इति। बाह्यप्रत्यक्षं बहिरिन्द्रियैः भवति। बहिरिन्द्रियैः नाम पञ्च इन्द्रियाणि इति बहिरिन्द्रियाणि सन्ति, चक्षुः, रसनं, घ्राणं, श्रोत्रम्। क्षम्यतां भगिनी, कुत्र अस्ति तत् यदा या भवान् वदति? अद्य तु पेज् 52 तः आरभ्य द्विपञ्चाशत्तमे पुटे वयं स्मः, किन्तु किञ्चित् पुनस्मरणरूपेण वदामि। प्रत्यक्षम् इत्यस्य विषये चर्चा वर्तते, तदर्थं। तर्हि प्रत्यक्षं द्विविधं, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षम् इति। पञ्च इन्द्रियाणि, बाह्येन्द्रियाणि यानि सन्ति, तैः यद् प्रत्यक्षं जायते अथवा तैः यद् ज्ञानं भवति तादृशमस्ति बाह्यप्रत्यक्षम्। चक्षुः, रसनं, घ्राणं, श्रोत्रं, त्वक् इति बहिरिन्द्रियाणि, तैः यद् ज्ञानं भवति तदस्ति बाह्यप्रत्यक्षम्। अपि च ज्ञानानि अपि बाह्यप्रत्यक्षेण यद् ज्ञानं भवति तदपि पञ्च, चाक्षुषं, रासनं, घ्राणं, श्रोत्रं, त्वगिन्द्रियजम् इति पञ्चज्ञानानि अपि भवति। अनन्तरम् आन्तरप्रत्यक्षम् अथवा मानसप्रत्यक्षम् इति यद् वदामः, तत् आभ्यन्तर इन्द्रियं यदस्ति मनः इति, तेन भवति। आत्मनि यद् ज्ञानं भवति तस्य प्रत्यक्षं मनसा भवति, तदस्ति आन्तरप्रत्यक्षम्। इत्युक्ते आत्मनि केचन गुणाः भवन्ति, वयं गते सप्ताहे अपि दृष्टवन्तः, बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नम् इति, एते षट् गुणाः आत्मनि भवन्ति। आत्मनि विद्यमानानां गुणानां प्रत्यक्षं कारयति मनः। तर्हि मनः आभ्यन्तर इन्द्रियं, मनसा यद् प्रत्यक्षं भवति तद् आन्तरप्रत्यक्षम् अथवा मानसप्रत्यक्षम् इत्यपि उच्यते। मनसा इदमपि जानाति, ज्ञातुं शक्नुमः मनसि यद्भवति, अहं खादामि अथवा अहं जानामि, अहं पठामि, एतादृशं ज्ञानमपि मनसा एव भवति। तर्हि प्रत्यक्षं द्विविधं, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षं च इति। नूतनतया केन केन आगतम्? वदने अस्मि, नमस्कारः। नमस्ते। अनन्तरं? नमस्ते भगिनि, अजितः। अस्तु, तर्हि शनिवासरस्य वर्गे एकः प्रश्नः अपि चर्चितः जातः, रत्ना भगिन्याः प्रश्नः आसीत् इति मन्ये। भगिनि, अग्रे गन्तुं पूर्वम् एकः प्रश्नः अस्ति। अहमिदं खादामि इति मनसः चिन्तनं किल, तद् गुणः नास्ति, केवलचिन्तनम् इति। सत्यं, गुणः नास्ति, किन्तु आत्मनि यद्भवति तद् तदपि प्रत्यक्षं भवति मन षड्, तद् ताः ते षड् गुणाः आसन् खलु, बुद्धिः, सुखं, दुःखं च, द्वेषः, प्रयत्नं, ते गुणाः आत्मनि भवन्ति, परन्तु आत्मनि एतादृशमपि ज्ञानं भवितुम् अर्हति, अहं जानामि अथवा खादामि, तदपि मनसा एव प्रत्यक्षं भवति। अस्तु, भवत्याः एव एकः प्रश्नः आसीत् खलु, आं महोदयं पृष्टवती इति मन्ये, इत्युक्ते आकाशः सर्वत्र अस्ति चेत् शब्दः कुतः नास्ति सर्वत्र इति भवत्याः प्रश्नः आसीत् प्रायः। इदानीं चिन्तयन्तु, आकाशम् इति एकं द्रव्यम् अस्ति. आकाशम् इति द्रव्यम् एकमेव, किन्तु पृथ्वी, जलं, तेजः, वायुः तथा नास्ति. आकाशम् एकमेव. तर्हि भगिन्याः प्रश्नः आसीत्, आकाशः सर्वत्र अस्ति इत्युक्ते इति इत्यस्य कथनेन, तर्हि आकाशे विद्यमानः गुणः नाम शब्दः, सः अपि सर्वत्र स्यात्, किन्तु किमर्थं तथा नास्ति इति. इदानीं पृथ्वी इति द्रव्यं स्वीकुर्मश्चेत् तत्र पृथिव्यां गन्धः अस्ति, अस्तु, यत्र यत्र पृथ्वी तत्र तत्र आकाशः, क्षम्यतां, गन्धः भवत्येव. तादृशी पृथ्वी नास्ति यत्र गन्धः नास्ति, तथा न कदापि भवितुम् अर्हति. इदानीं पुस्तकं, लेखनी, यत्किमपि स्वीकुर्मः, तस्मिन् गन्धः भवति एव. तर्हि गन्धः भवति पुस्तके इत्यनेन पुस्तकं गन्धस्य समवायिकारणम् इति उच्यते. पुस्तकं गन्धस्य समवायिकारणम्. तर्हि शब्दस्य समवायिकारणं किम्? आकाश. हरि ओम्. आकाश श्रूयते वा? आं भगिनि, श्रूयते. आकाश द्रव्यम् अस्ति. दूरवाणी किञ्चित् आगच्छति इति चिन्तयामि. नमस्ते भगिनि, क्षम्यतां, मम दूरवाणी कर्षिता जाता. अस्तु, तर्हि पुस्तकं गन्धस्य समवायिकारणम् इति उक्तमासीत्. तर्हि शब्दः आकाशे वर्तते इत्युक्ते तत्र शब्दस्य समवायिकारणं किम्? आकाशम् अथवा आकाशः. आकाशमस्ति शब्दस्य समवायिकारणं, नाम शब्दः वर्तते आकाशे इति. अपि च तादृशः आकाशः सर्वत्र अस्ति. तर्हि भवन्तः चिन्तयन्ति, मम प्रकोष्ठे यः आकाशः अस्ति सः आकाशः भिन्नः, अथवा गृहात् बहिः यः आकाशः अस्ति सः भिन्नः इति, तथा नास्ति एव. सर्वत्र एकः एव आकाशः. तर्हि प्रकोष्ठे यः शब्दः भवति, इदानीं भवन्तः प्रकोष्ठे उपविश्य शृण्वन्तः सन्ति, तत्र प्रकोष्ठे यः शब्दः भवति सः शब्दः आकाशे अस्ति. प्रकोष्ठात् बहिः यद् आकाशः अस्ति तस्मिन्नपि एषः शब्दः भवति, यतोहि आकाशः एकमेव. तर्हि तत्र भिन्नता नास्ति. आकाशे एकमेव आकाशः, आकाशे एकदेशे, एकस्मिन् स्थले. अस्तु, आकाशः सर्वव्याप्तः अस्ति, विभुः सर्वत्र अस्ति. आकाशस्य एकस्मिन् स्थले यः शब्दः भवति चेत् पर्याप्तम्. आकाशे शब्दः अस्ति इति उच्यते, परन्तु अस्माभिः न श्रूयते, तद् भिन्नः विषयः. किन्तु एकत्र एकत्र शब्दः यदस्ति आकाशे, सः शब्दः अपरत्र अपि भवति, यतोहि आकाशः सर्वव्यापी अस्ति इति कृत्वा. बुद्धं वा? अत्र कोऽपि प्रश्नः अस्ति? अस्तु, तर्हि भगिनि प्रश्नः तत्र. तर्हि यद् भवती उक्तवती तस्य अर्थः अस्ति यथा आकाशः विभुः इत्युक्ते सर्वत्र अस्ति, तथैव तस्य गुणः शब्दः इत्यपि विभुः अस्ति, सर्वत्र अस्ति, कदा कदापि श्रूयते, कदा न श्रूयते. इत्युक्ते शब्दः सर्वत्र न स्यात्, परन्तु आकाशे अस्ति. नाम भवत्याः गृहे यः शब्दः अस्ति मया न श्रूयते, परन्तु भवत्याः गृहे अपि एकः एव आकाशः, सः एव आकाशः अत्रापि, खलु? प्रायः तत्र घ्राणेन्द्रियदूरस्तात् किल. सत्यं, श्रोत्रेन्द्रियस्य भेदः अस्ति, तत्तु अग्रे आगच्छति. न श्रोतुं शक्नोमि, परन्तु शब्दः तु भवत्येव आकाशे, मया न श्रूयते इति भिन्नः विषयः. आकाशे शब्दः इति गुणः अस्ति, वर्तते. तर्हि एकदेशे अस्ति चेत् पर्याप्तम्. इदानीं पटे अथवा आसन्दे वयम् उपविशामः चेत् तत्रापि आसन्दस्य एकदेशे एव वयम् उपविशामः, परन्तु आसन्दे कोऽपि अस्ति इति एव वदेम, खलु? तथैव आकाशे शब्दः अस्ति. अस्तु, तर्हि द्विपञ्चाशत्तमे पुटे तत्र अनुमितिविषयता इति अस्ति, खलु? ततः आरभ्य पठेम. राजेन्द्रमहोदय पठितुमिच्छति वा? भगिनि कुत्र? अनुमितिविषयता कस्मिन् पुटे? अनुमितिविषयिता अनेकेषु स्वीक तथा तत्रैव. अस्तु भगिनि, अनुमितिविषयिता अनेकेषु स्वीक्रियते चेत् बुद्धेः या क्लेशः तत् गौरवमित्युच्यते, गौरवम् इति उच्यते. अनुमितिविषयितायाः एकस्मिन् स्वीकारे बुद्धैः सौकर्यं लाघवम् इति उच्यते. तादृश लाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतं तद्वेदं च तेषां नित्यत्वे अव्यवादिकल्पना प्रागभावः ध्वंसः च स्वीकर्तव्यो भवतीति गौरवम्. नित्यत्वे बाधकम् अपि नास्ति इति लाघवात् तेषां नित्यत्वम् एव स्वीक्रियते. अस्तु, किञ्चित् बुद्धं वा महोदय? भगिनी चिरकालतः न पठितवान्, तत्कारणात् किञ्चित् मन्दबुद्धिः अस्ति इदानीं. न, अस्तु, चिन्ता नास्ति, अहमेव वदामि. अत्र ज्ञानं चतुर्विधम् इति वयं जानीमः, प्रत्यक्षम्, अनुमानम्, उपमानं, शब्दः इति. प्रत्यक्षं नाम इन्द्रियैः यद् प्राप्यते तादृशं प्रत्यक्षम् अस्ति ज्ञानम्. इत्युक्ते पृथिवी वा, तेजः, वायुः, जलं प्रत्यक्षं ज्ञानं भवति तेषां. प्रत्यक्षं भवति चेत् वयं द्रष्टुं शक्नुमः पृथिवी एकं नास्ति, अनेकं, नानत्वम् अस्ति पृथिव्याम् इति अभिज्ञातुं शक्नुमः. वायोः विषये अपि तादृशं चिन्तनम् आसीत्. अस्तु, प्रत्यक्षं भवति त्वचा, वायुः प्रत्यक्षं भवति, तर्हि वायोः अपि नानात्वं, वृक्षादिकम्पनहेतुः समीरणः इति एकः वायुः, शरीरान्तसञ्चारी प्राणः एकः वायुः तथा आसीत्। प्रत्यक्षं ज्ञानं यथा भवति तत्र वयम् एकत्वमस्ति वा अनेकत्वमस्ति वा इति सर्वं जानीमः एव, तत्र ऊहा किमपि न भवति। किन्तु अनुमानेन यद् ज्ञानं जायते तस्य नाम अनुमितिः इति उच्यते। अनुमानेन यद् ज्ञानं जायते इत्युक्ते तत्र आकाशः इति अस्ति, आकाशस्य प्रत्यक्षं न भवति, चक्षुषा तु न भवति एव आकाशस्य प्रत्यक्षम्, अथवा अन्येन इन्द्रियेणापि न भवति। तर्हि आकाशस्य प्रत्यक्षं न भवति इति कृत्वा अनुमानेन आकाशः अस्ति इति वयं जानीमः, तादृशं ज्ञानम् अनुमितिः इति उच्यते। अपि च ज्ञाने विषयता अस्ति इति वयं तु जानीमः, विषयिता विषयता सर्वं वयं पूर्वमपि दृष्टवन्तः। तर्हि एतादृशम् अनुमितं ज्ञानम् अथवा अनुमितिविषयता अनेकेषु स्वीक्रियते चेत् बुद्धेः क्लेशः भवति, नाम अशान्तिः भवति, तादृशस्य क्लेशस्य नाम गौरवम् इति उक्तम्। अनुमिति परन्तु अनुमिति विषयता एकस्मिन् एव अस्ति इति स्वीक्रियते चेत् तत्र सौकर्यं भवति, तस्य नाम लाघवं। तावदेव, अनुमानं यत्र भवति तत्र एतादृशं चिन्तनं भवति, लाघवं वा गौरवं वा इति। तादृशम् अनुमितं ज्ञानं बहुत्र वर्तते वा, तस्य बहुत्वम् अस्ति वा अथवा एकत्वम् अस्ति वा इति चिन्तनं भवति। बहुत्वस्वीकारेण यः क्लेशः जायते तस्य नाम गौरवम्, एकस्मिन् स्वीकारे बुद्धेः सौकर्यं भवति तस्य नाम लाघवम् इति अत्र उक्तम्। इदानीं सङ्ख्याविषये आसीत् बहुत्वं वा एकत्वं वा इति, अनन्तरम् एषः विषयः आयाति आकाशादीनामेव, आकाशादीनां नाम कालः दिक् आकाशः कालः अपि च दिक् दिक् अस्तु। तर्हि अनन्तरं बहुत्वम् एकत्वम् इत्यस्य चर्चा जाता, अनन्तरं नित्यम् अनित्यत्वम् इति, यत्र अनित्यम् इति वदामः मध्यमपरिमाणे यत्किमपि अस्ति तत्सर्वम् अनित्यं, घटपटादयः पृथिव्यादि चतुष्टयम् इति यदुक्तं तत्सर्वम् अनित्यं। तत्र अनित्यत्वस्वीकारेण अवयवादिकल्पना भवति, नाम यद् अनित्यमस्ति तस्य निर्माणं भवति, नाशः अपि भवति, निर्माणार्थम् अवयवाकल्पना भवितुमर्हति। तर्हि अनित्यत्वस्वीकारेण अवयवादिकल्पना, प्रागभावः ध्वंसः इति सर्वं स्वीकृतं भवति इति कृत्वा तदपि गौरवम् इति उच्यते। परन्तु नित्यत्वे तादृशं बाधकमपि नास्ति, नाम नित्यद्रव्याणाम् अवयवाः न सन्ति, नित्यद्रव्याणां ध्वंसः अपि न भवति, निर्माणमपि न भवति, उत्पादनम् अपि च नाशः उभौ अपि न भवति नित्यद्रव्याणाम् इति कृत्वा तादृशनित्यत्वस्वीकारेण मनसः यद् बुद्धेः यत् सौकर्यं भवति तदपि पुनः लाघवम् इति उच्यते। इत्येव नामकरणं कृतम् अत्र लाघवं गौरवम् इति। धन्यवादः। इदानीं अग्रे आकाशस्य विषये किञ्चित् दत्तमस्ति, आकाशस्य परिमाणमाह विभुविति इति सर्वं। तर्हि इदानीं प्रथमतया विभुद्रव्याणि कानि, मूर्तद्रव्याणि कानि, अपि च भूतद्रव्यम् इत्यपि अस्ति इत्युक्ते किम् इति पश्यामः। जालपुटम् उद्घाटितमस्ति वा? अस्तु, जालपुटे मूर्तद्रव्यं विभूद्रव्यं भूतद्रव्यं च इति अस्ति, तत् किञ्चित् पठेम। सन्ध्या भगिनी पठति किम्? प्रश्नः, मूर्तद्रव्यं नाम किं, विभुद्रव्यं नाम किं, भूतद्रव्यं नाम किम्? उत्तरं प्रथमतया क्रिया नाम का इति वक्तव्यम्। न्याये क्रिया कर्म च समानार्थकशब्दौ तर्कसङ्ग्रहवाक्ये पञ्चकर्माणि निदर्शनार्थं दीयन्ते। उत्क्षेपण आक्षेपण आकुञ्चन प्रसारणगमनानि पञ्चकर्माणि। एतदाधारेण मूर्तद्रव्यं नाम किम् इति वदेम। न्यायशास्त्रे मूर्तः इत्युक्ते क्रियाश्रयः। पुस्तकम् इतः तत्र स्थाप्यते चेत् काचन गमनक्रिया साधिता, पुस्तकं च गमनक्रियायाः आश्रयः। यत् किमपि पार्थिवद्रव्यं भवति तस्मिन् पार्थिवद्रव्ये क्रिया यथा उत्क्षेपणक्रिया, अपक्षेपणक्रिया, आकुञ्चनक्रिया, प्रसारणक्रिया, गमनक्रिया च सम्भवति इति कृत्वा तच्च पार्थिवद्रव्यं क्रियायाः आश्रयः। एवमेव जलं, तेजः, वायुः च एषां त्रयाणां गमनादिकं सम्भवति इति कारणेन इमानि त्रीणि अपि क्रियावन्ति द्रव्याणि। तदा मनः अपि तथा, मनः चलति, एकत्र न तिष्ठति, सर्वदा चलत् एव भवति, अतः मनसि क्रिया अस्ति। तर्हि आहत्य पञ्चमूर्तद्रव्याणि सन्ति, पृथिवी, जलं, तेजः, वायुः, मनः च। अस्तु भगिनि, सारांशरूपेण वदतु मूर्तद्रव्यम् इत्युक्ते। तर्हि मूर्तद्रव्यम् इत्युक्ते यस्मिन् द्रव्ये क्रिया क्रियायाः आश्रयः भवितुम् अर्हति। तत्र उदाहरणरूपेण पुस्तकम् इतस्तत्र यदि वयं स्थापयामः तर्हि पुस्तके गमनक्रिया अस्ति इति। अतः यत्र यत्र पार्थिवद्रव्यमस्ति तत्र तत्र क्रिया भवितुम् अर्हति इति कृत्वा पृथिवी क्रियायाः आश्रयः भवितुम् अर्हति इति पृथिवी मूर्तद्रव्यमस्ति। तथैव जलं, तेजः, वायुः त्रिषु अपि क्रिया भवितुम् अर्हति, अतः ते अपि त्रयाः मूर्तद्रव्याणि, तानि अपि त्रीणि मूर्तद्रव्याणि भवन्ति। पञ्चमः अस्ति मनः, यद् द्रव्यम् अस्ति मनः अपि इतस्ततः सर्वदा चलति, न एकस्मिन्नेव स्थले स्थैर्यं नास्ति, न तिष्ठति इति कृत्वा मनसि अपि क्रिया अस्ति, अतः पञ्चमूर्तद्रव्याणि सन्ति पृथिवी, जलं, तेजः, वायुः, मनः च इति। सम्यक् अस्ति, तथा एव अस्ति। मूर्तद्रव्यम् इत्युक्ते क्रियाश्रयः यत्र भवति यस्मिन् द्रव्ये तादृशं मूर्तद्रव्यम्। नवद्रव्येषु पृथिवी, जलं, तेजः, वायुः, मनः च मूर्तद्रव्याणि। अस्तु अग्रे गोपालमहोदय पठति वा। भगिनि एकः प्रश्नः, आकुञ्चनक्रिया किम् अस्ति? अहं विश्रामि। आकुञ्चनम् आकर्षणम् अस्ति। अस्तु, अधुना विभुद्रव्यं नाम किम् इति वदेम। यदा विभुः द्रव्यम् उच्यते तत् सर्वव्यापी इति सामान्यबोधः, किन्तु ततः अग्रे न्याये किञ्चित् वक्तव्यं भवति। सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन् अस्ति, सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन् अस्ति तत् विभुद्रव्यं। घटः इति मूर्तद्रव्यं, स च घटः यत्र कुत्रापि भवतु तस्य संयोगः आकाशेन एव सह भवति एव। तथैव किमपि मूर्तद्रव्यं स्वीकुर्मः तस्य सदा सर्वत्र आकाशेन सह संयोगः भवति इति कृत्वा आकाशः सर्वमूर्तद्रव्यसंयोगी। एवमेव यत् किमपि मूर्तद्रव्यं स्वीकुर्मः पृथिवी, जलं, तेजः, वायुः, मनः, तस्य सर्वत्र सर्वदा संयोगो भवति, न केवलम् आकाशेन अपि तु कालेन सह, दिशा सह, आत्मना सह चेति कृत्वा चत्वारि विभुद्रव्याणि सन्ति, आकाशः, कालः, दिक्, आत्मा च। विभुद्रव्यम् इत्युक्ते यत् तत् विभुः नाम सर्वव्यापी, ओके, आकाशः सर्वव्यापी, यत्किमपि मूर्तद्रव्यम् भवेत् तत् सर्वदा आकाशेन संयोग आकाशेन संयोगे संयोगः भवति एव. तथैव किमपि मूर्तद्रव्यं तस्मात् सर्वाणि मूर्तद्रव्याणि विभुद्रव्याणि च मूर्तद्रव्याणि अपि न विभुद्रव्यं यद् भवता प्रथमतया उक्तं तत् सारु संयोगः आकाशेन भवति. तदेव किं सर्वदा सर्वत्र आकाशेन सर्वदा संयोगः भवति इति कृत्वा आकाशः आकाशः सर्वमूर्तद्रव्यसंयोगी आकाशः किमर्थं चेत् सर्वदा संयोगः भवति. यदि यदि सर्वाणि मूर्तद्रव्याणि आकाशेन संयोगः भवति. तस्य सर्वत्र सर्वदा संयोगः भवति न केवलम् आकाशेन अपि तथैव मूर्ति मूर्तद्रव्याणि पृथिवी जलं तेजः वायुः मनः न केवलम् आकाशेन परन्तु कालेन सह संयोगः भवति. सर्वत्र दिक् दिशा सह अपि संयोगः भवति आत्मना सह संयोगः भवति कृत्वा एवं विभुद्रव्याणि आकाशः कालः दिग् आत्मा इति चत्वारि विभुद्रव्याणि साधयितुं शक्नुमः. तर्हि मूर्तद्रव्याणि क्रियायाः आश्रयः सर्वेषां मूर्तद्रव्याणां संयोगी अस्ति विभुद्रव्यं. तादृशानि विभुद्रव्याणि आकाशः कालः दिग् आत्मा च ते च सर्वदा संयोगसम्बन्धेन एव मूर्तद्रव्याणां संयोगः भवति विभुद्रव्यं सर्वव्यापिनः भवन्ति यथा आकाशः कालः दिग् अपि च आत्मा अस्ति तथा अस्तु बुद्धं वा विभुद्रव्यम् इत्युक्ते अत्र कोऽपि प्रश्नः. हा भगिनि एकः प्रश्नः सर्वमूर्तद्रव्यसंयोगी इत्युक्ते गुणि इव किल इनि प्रत्ययः इनि प्रत्ययः सत्यम् अस्तु अस्तु. इदानीं पृथिवी आकाशे अस्ति संयोगेन इति कृत्वा आकाशः तादृशं मूर्तद्रव्यस्य संयोगविषये सरला भगिनी तदेव वक्तुं शक्नुमः कालात्मिकसम्बन्धेन संयोगसम्बन्धेन अथवा आत्मना सह केन सम्बन्धेन भवति संयोगेन एव भवति इति चिन्तयामि मूर्तद्रव्याणि अथवा अग्रे गत्वा प्रायः जानीमः केन केन सम्बन्धेन भवन्ति इति. परन्तु सर्वमूर्तद्रव्यसंयोगित्वं भवति विभुद्रव्येषु. आं भगिनि अधुना भूतद्रव्यं नाम किम् इति वदेम. बहिरिन्द्रियग्राह्यविशेषगुणत्वं भूतस्य लक्षणम् इति उक्तौ बहिरिन्द्रियैः ग्राह्य यः विशेषगुणः तस्य आश्रय भूतद्रव्यं. गन्धः ग्राह्य घ्राणेन्द्रियेण तच्च घ्राणेन्द्रियं बहिरिन्द्रियम् अस्ति. स च गन्धः इति गुणः पृथिव्याम् आश्रितः अतः गन्धत्वं पृथिव्याम् अस्ति. एवं च बहिरिन्द्रग्राह्यविशेषणगुणत्वं पृथिव्याम् इति अनेन पृथ्वी भूतद्रव्यं. तथैव शीतस्पर्श इति बहिरिन्द्रग्राह्यगुणजलेः उष्णस्पर्श इति बहिरिन्द्रग्राह्यगुणतेजसि रूपरहितस्पर्श इति बहिरिन्द्रग्राह्यगुणवायोः शब्दः इति बहिरिन्द्रग्राह्यगुण आकाशे. अनेन आहत्य पञ्चभूतद्रव्याणि सन्ति पृथ्वी जलं तेज वायुः आकाश च. ओके, भूतद्रव्य नाम यः बहिरिन्द्रिया यदि बहिरिन्द्रग्राह्य भूत द्रव्यं सन्ति विषया, ते विषया पञ्चविषया अस्ति, पृथ्वी, जलं, तेज, वायु, आकाश. उदाहरणतः गन्धः ग्राह्य अस्ति, घ्राणे इन्द्रिय गन्धग्राहकम् अस्ति, तच् बाहिरिन्द्रिय अस्ति. गन्धगुण अस्ति पृथ्व्यां च गुण, पृथ्वी गन्धस्य आश्रय अस्ति, गन्धत्वं इव गन्धः पृथ्व्यां गुण अस्ति, पृथ्वी गन्धवती अस्ति इति पृथ्वी आश्रय बहिरिन्द्रिय ग्राह्यम्. हा, बहिरिन्द्रियेण ग्राह्यः गुणः अस्ति पृथिव्याम् इति मुख्यः विषयः. आम्, तथैव शीतस्पर्श जले अस्ति, उष्णस्पर्श तेजसि अस्ति, रूपरहितस्पर्श शीतस्पर्श रसनं रसनेन्द्रियम् इन्द्रियेण ज्ञायते. शीतस्पर्श जले अस्ति, यः कोऽपि स्पर्शः त्वचा गृह्यते, यथा जले शीतस्पर्शः, उष्णस्पर्शः, त्वक् इति बहिरिन्द्रियं. गन्धः पृथिव्याम् अस्ति, गन्धः केन? ग्राणेन गृह्यते, ग्राणमपि बहिरिन्द्रियम्. अस्तु, पृथ्वी, तेजः, जलम्, अनन्तरं वायौ रूपरहितस्पर्श अस्ति, तदपि बहिरिन्द्रियेण एव. आकाशे कः गुणः अस्ति? आकाशे शब्दः अस्ति. हा, शब्दः इति गुणः अस्ति, सः केन इन्द्रियेण ग्राह्यः? श्रोत्रेन्द्रियेण ग्राह्यते. श्रोत्रेन्द्रियेण ग्राह्यः गुणः अस्ति. तर्हि गुणः अस्ति यस्मिन् तादृशः गुणः अस्ति यः बहिरेन्द्रियेण गृह्यते, तादृशं द्रव्यं भूतद्रव्यं. भूतद्रव्यं सन्ति अस्यां श्रेण्यां पञ्चभूतद्रव्याणि, पृथिवी, जलं, तेजः, वायुः, आकाशः. यतोहि एतेषु द्रव्येषु तादृशाः गुणाः सन्ति ये बहिरिन्द्रियेण गृह्यन्ते. अस्तु, प्रश्नः अस्ति वा भगिनी? मूर्तद्रव्यम् अथवा भूतद्रव्यं, तद् भेदः कः? तदा तत्रापि द्वौ स्लोक, पृथ्वी, जलं, तेज, वायु, आकाश सन्ति, भेदः तत्र आकाशः न आसीत् महोदय. मनः अस्ति. अस्तु, क्षम्यताम्. हा, परन्तु पृथ्वी, जलं, तेजः, वायुः तु मूर्तद्रव्यम् अपि अस्ति, भूतद्रव्यम् अपि अस्ति. मूर्तद्रव्यं क्रिया आश्रय अस्ति इति तत्र. सत्यं सत्यं, भूतद्रव्यं गुण. हा, कीदृशगुणस्य आश्रयः इति अपि द्रष्टव्यं. बहिरिन्द्रियग्राह्यविशेषणगुणत्वं, विशेषगुणत्वम् इति भूतद्रव्यस्य लक्षणम्. इत्युक्ते इदानीम् आत्मनि किञ्चन ज्ञानम् अस्ति, तद् बहिरेन्द्रियेण ग्राह्यं भवति वा? न. तर्हि आत्मा भूतद्रव्यं नास्ति, परन्तु पृथ्वी, जलं, तेजः, वायुः, आकाशः, एतेषु ये गुणाः सन्ति ते बहिरिन्द्रियेण ग्राह्याः भवन्ति. तर्हि पञ्चभूतद्रव्याणि सन्ति इति. द्रव्यं त्रिविधम् अस्ति, विभुद्रव्यं, मूर्तद्रव्यम्, अपि च भूतद्रव्यम् इति. अग्रे सरेम तर्हि. भगिनी, किञ्चित् भ्रमः जातः. जलस्य गुणग्राहकः इन्द्रियं रसन रसग्राहकं रसनं जिह्वाग्रवर्ति, अतः हा हा, परम् अहम् अवगच्छामि भगिन्याः प्रश्नः का इति. तर्हि जलस्य रसः अस्ति खलु, जलस्य रस कस्यचित् गृहे गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. जले जले रसः अस्ति, तद् गृह्यते रसनेन्द्रियेण. परन्तु यत्किम यः कोऽपि स्पर्शः भवतु तस्य ग्राहकः तु त्वक्. आमाम् अस्तु, धन्यताम्. परन्तु रसनं त्वक् यत्किमपि भवतु तद् बहिरेन्द्रियमेव, तदर्थं जलमपि भूतद्रव्ये स्थापितम्. अस्तु अस्तु भगिनि, एक इतोपि एकः प्रश्नः तु, यस्मिञ्चित् वस्तूनि अपि तत्र वसत्वम् अस्ति चेत् तस्य आश्रयः तत्र जलमेव, यस्मिन् कस्मिन्नपि रसं रसः भवति इति वदति वा, यथा यस्मिन् कस्मिन्नपि गन्धः अस्ति चेत् तत् पृथिवी इति. आम् आम्, यस्मिन् आम्, नो चेत् तत्र यदा वयं तत्तु सत्यमिति चिन्तयामि, नाम रसनेन्द्रियेण यः गुणः गृह्यते तर्हि तत् गृह्यते तत् तस्य तत् गुणस्य आधारः तु सर्वदा जलमेव भवति. जलमेव स्यात्. अस्तु, रत्ना भगिनी अग्रे पठति वा. इदानीं पुस्तके किल, पुस्तके पुस्तके. आकाशस्य परिमाणमाह विभ्विति विभुत्वं, विभु इति विभुत्वं परममहत् परिमाणवत्वं, यत् परिमाणापेक्षया उत्कृष्टं महत्परिमाणं न भवति. आकाशस्य परिमाणं स्वीकुर्मः चेत् तत् विभु इति, विभुत्वं मह परममहत् परिमाणत्वम् इत्युक्ते वयं तत्र त्रिपञ्चाशत्तमे पुटे दृष्टवन्तः परिमाणानि परमाणुपरिमाणं परममहत् परिमाणं मध्यमपरिमाणम् इति, विभुत्वं परममहत् परिमाणम् इति इति चिन्तनं. परममहत् परिमाणं परममहत् परिमाणत्वं तादृशं परिमाणम् आकाशस्य, अपि च अन्यत् किं, कालः दिग्जीव ईश्वरः. यत् परिमाणापेक्षया, तत्र किं कृतं, यत् परिमाण अपेक्षया उत्कृष्टं महत्परिमाणं, यत् परिमाणं महत्परिमाण अपेक्षया उत्कृष्टम् इत्युक्ते महत्परिणात् उत्कृष्टपरिमाणं किमपि नास्ति इति. आकाशस्य परिमाणस्य अपेक्षया अन्यत् किमपि बृहद् नास्ति. अस्तु, अग्रे पठतु भगिनि. सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते, तथापि आश्रय अनुरोधेन अन्ये अपि विभागः कर्तव्यः भवति. स च अणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणं तथा सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते. तर्कसङ्ग्रहे परिमाणचतुष्टयम् अस्ति, अस्तु, अणुपरिमाणम्, अणुपरिमाणस्य पुनः द्विविधं परमाणुपरिमाणं मध्यमाणुपरिमाणम् इति. मध्यमाणुपरिमाणे द्वयणुकं स्यात्, पुनः महत् परिमाणम् इति द्वितीयश्रेणी, तत्र परममहत् परिमाणं मध्यममहत् परिमाणम्. परन्तु अस्मिन् ग्रन्थे किं कृतम्, अणुपरिमाणस्य परमाणुपरिमाणं मध्यमाणुपरिमाणम् उभौ अपि मिलित्वा, उभे अपि मिलित्वा एकस्यां श्रेण्यां स्थापितं परमाणुपरिमाणम् इति. अत्र पश्यति वा, परममहत् परिमाणं तु अस्ति, मध्यमपरिमाणम् अपि अस्ति, परन्तु परमाणुपरिमाणे पुनः द्वैविध्यम् अस्ति, तद् न प्रदर्शितम् अत्र. यतोहि द्वि अणुकपर्यन्तं प्रत्यक्षमपि न भवति इति कृत्वा तथा श्रेणीकरणं कृतम् इत्येव अत्र उच्यते. तर्हि भगिनी एकवारं कोष्टकमपि पठतु. परमाणुपरिमाणं तस्मिन् पृथिव्यादिचतुष्टयस्य इत्युक्ते पृथिवी, जलं, तेजः, वायुः, तेषां परमाणवः द्वयणुकानि च, अनन्तरं मनांसि च परमाणुपरिमाण रूपाणि भवन्ति. अनन्तरं महत्परिमाणं तत्र आकाशः, कालः, दिक्, जीवाः, ईश्वरः, यत्र विभुत्वम् अस्ति ते. अनन्तरं मध्यमपरिमाणं घटपटादयः, पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. इत्युक्ते पुनः पृथिवी, जलं, तेजः, वायुः चतुष्टयस्य मध्यमपरिमाणं भवन्ति. किं किम् अणुपरिमाणं परिमाणमस्ति सन्ति? अणुपरिमाणम् इति सर्वम् एकत्र परमाणुपरिमाणम् इति कृत्वा प्रदर्शितं पृथिव्यादिचतुष्टयस्य. पृथिव्यादिचतुष्टयं नाम पृथिवी, जलं, तेजः, वायुः, तेषां परमाणवः, पृथिवीपरमाणु, तेजः परमाणु, जलपरिमाणु, अपि च वायुपरमाणु अत्र अस्ति. परमाणुपरिमाणे द्वयणुकमपि तथैव, मनः अपि तथैव. ते सर्वे अणुपरिमाणम् अस्ति वा? सत्यं, ते सत्यं इति पूर्वमपि चर्चितं तर्कसङ्ग्रहग्रन्थे भागचतुष्टयं परिमाणानां, परन्तु अत्र केवलं त्रिधा विभागः कृतः अस्ति. अस्तु, भारती भगिनी अग्रे पठति वा? पठामि. पूर्वोक्ता लाघवयुक्तिः कालादिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या. तयोरपि अनुमानेन साधनात् अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे, एकत्वे च लाघवात्. मनः तु अनुमितिमपि न एकं बाध कसत्वादिति इति प्रागवेदितम् एव. लक्षितः अपि लक्षितस्य अपि च आकाशस्य एकत्वात् विषयविभागः न कृतः. अस्तु, उच्यताम्. कालादिक् लाघव लाघव सन्ति, गौरव न सन्ति. गौरव न सन्ति इत्युक्ते क्लेशः नास्ति. किमर्थं क्लेशः न भवति? दिक् कालः किमर्थं? लाघवयुक्तिः कालदिशोः अपि किमर्थम्? किमर्थम् अत्र उक्तम्? एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या इति. ओ, नित्यम् अस्ति, अनित्यं नास्ति. अनित्यं नास्ति अपि च एकमेव कालः अपि च दिक् अनुमानेनैव अनुमानेन साध्यते उभौ अपि परन्तु तादृशेन अनुमानेन लाघवमपि अस्ति यतोहि कालः दिक् अपि एक तस्य एकत्वम् इति वदनेन न कोऽपि दोषः परन्तु मनसः मनसः स्थितिः का मनः अनुमति अस्ति अनुमितमपि न एकं न एकं बाधकत्वम् अस्ति मनः इतरे इतरे चलति मनः न तथा नास्ति काल दिशः तयोः विषये लाघवमस्ति यतोहि अनुमितम् अनुमानेन एव साधितं परन्तु कालस्य एकत्वम् अथवा कालस्य नित्यत्वं दिशः एकत्वं दिशः नित्यत्वं वदनेन कोऽपि दोषः नास्ति तदर्थम् एकत्वस्वीकारः नित्यत्वस्वीकारः अस्ति लाघवं जायते परन्तु मनसः स्थितिः तथा नास्ति मनः तु न एकम् इति ज्ञायते एव मनः अनेकम् एव न तु एकं सर्वेषाम् आत्मानम् एकमेकं मनः भवति तर्हि मनसस्य अनेकत्वं बाधकसत्वम् अस्ति कस्य बाधकं लाघवाय बाधकम् अस्ति प्रश्नः भगिनि कालः दिशा वयं वक्तुं शक्नुमः एकत्वं परन्तु कालः एकत्वम् इति हा हा तर्हि एतेषां मतानुगुणं कालः अपि एकः एव किन्तु केवलम् उपाधिभेदात् नाम इदानीं चिन्तयतु आकाशः एकः एव परन्तु उपाधिभेदात् अमेरिकादेशः अथवा भारतदेशः तादृश उपाधिः अस्ति तेन भेदेन पृथक्तया दृश्यते परन्तु आकाशः एकः एव यः आकाशः अत्र अस्ति सः आकाशः भारते अपि तथा कालः अपि नैरन्तर्येण भवति एकः एव परन्तु अस्मत्कृतम् उपाधयः कृत्यः उपाधयः यः भवन्ति श्वः वा परश्वः इति कालः उपाधिभेदात् भिन्नभिन्नं दृश्यते मनः लाघवाः बाधकम् इत्युक्ते किं प्रथमतया लाघवं गौरवम् इति संज्ञाकरणम् आसीत् पूर्वतने पदे एव अस्तु एकत्वस्वीकारेण लाघवम् अनेकत्वस्वीकारेण गौरवम् इति मनसः विषये लाघवत्वाय बाधकत्वम् अस्ति यतोहि मनः एकं नास्ति अनेकानि मनांसि सन्ति इति कृत्वा तादृशम् अनेकत्वं बाधकम् अस्ति धन्यवादः भगिनी उपाधिभेदात् इत्युक्ते देशभेद इति एव न किल इति न भगिनि उपाधि इत्युक्ते लिमिट्स् तावदेव ओ अस्तु अनन्तरम् अन्तिमवाक्यमस्ति लक्षितस्यापि च आकाशस्य एकत्वात् विषयविभागः न कृतः इत्युक्ते विषयभेदः न कृतः इदानीम् आकाशस्य लक्षणविचारे शब्दगुणकम् आकाशं तच्च एकं विभुः इति उक्तं तावदेव परन्तु पृथिव्याजिरिचतुष्टयस्य लक्षणविचारे पश्येम चेत् तत्र गन्धवती पृथिवी अनन्तरं सा द्विविधा नित्यानित्या अनन्तरं पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् इति सर्वम् उक्तमासीत् किन्तु आकाशस्य विषये तादृशविषयविभागः अपि न कृतः यतोहि आकाशः एकः एव इति अनुमतः इति कृत्वा बुद्धं वा अग्रे सरेम तर्हि अखिला भगिनी पठति वा आं भगिनि अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्मुक्तम् उच्यते घ्राणेन्द्रियात् प्रभृतिचतुर्णामिन्द्रियाणाम् उत्पत्तिः अवयवैः जायते तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. तथा हि द्वाभ्यां पृथ्वीपरमाणुभ्यां पृथ्वीद्वयनुकम् उत्पद्यते. द्वयनुकैः त्रयणुकम् उत्पद्यते. चतुर्भिः त्रयणुकैः चतुरणुकम् इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथ्वीपरमाणुद्वयनुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाणादिरिक्तपरिमाण अभावात् प्रत्यक्षं न भवति इति प्रागुक्तम्. त्रयणुकात् प्रभृति अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् एवं फलादौ. अस्तु भगिनि, प्रारम्भतः किञ्चित् पठित्वा प्रतिपादय. श्रोत्रेन्द्रियस्य तु आकाशरूपं प्रथमम् इन्द्रियाणां यदिन्द्रियः अस्ति तत्तु द्रव्यस्य रूपमेव भवति. तत्र ग्राणे तत्र ग्राणेन्द्रिया चतुर्णाम् इन्द्रियाणि तत्र ग्राण रसन चक्षु त्वक् इन्द्रियं तत्र अवयव अवयवी भावेन जायते. तत्र यदा घटादिद्रव्यः भवति तत्र प्रथमं परमाणु रूपमस्ति. द्वाभ्यां परमाणुरूपस्य द्वयणुकं भवति. अनन्तरं तत्र त्रिभिः द्वयणुकैः मेलनेन तत्र त्रयणुकं भवति इति तत्र क्रमेण प्रक्रियारूपेण तत्र यदा घटादीनाम् उत्पत्तिः भवति तथैव तत्र इन्द्रियाणाम् उत्पत्तिः अपि भवति. इन्द्रियाणां तु तत्र द्रव्यस्य रूपमेव अस्ति, तदर्थं तत्र उद्भूतरूपमपि अस्ति. परन्तु तस्य प्रत्यक्षं तु न भवति. किमर्थं न भवति इत्युक्ते तत्र तस्य परिणामः परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति. तदर्थं तत्र यदा यद्यपि यः वस्तुः वयं प्रत्यक्षरूपेण द्रष्टुं शक्नुमः तस्य तत्र विषयद्वयम् आवश्यकं. प्रथमम् उद्भूतरूपम् आवश्यकम्, अनन्तरं परमाणुपरिमाण अतिरिक्तपरिमाणमपि आवश्यकं. तत्र इन्द्रियाणां विषये यद्यपि तत्र उद्भूतरूपम् अस्ति परन्तु तत्र परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति. तदर्थं तस्य प्रत्यक्षम् इन्द्रियाणां न पृथिवी इन्द्रियाणां विषये तत्र नास्ति. तदर्थं तस्य प्रत्यक्षं न भवति. एकः एव अस्ति वक्तव्यं मया. यथा भगिन्या उक्तं ग्राणेन्द्रियप्रभृतीनाम् इत्युक्ते ग्राणेन्द्रिय पार्थिव इन्द्रियं चतुर्णामपि तथा आरभ्य चतुर्णां जलीय इन्द्रियं रसनं वायुवीय इन्द्रियं त्वक् अन्यत् किमस्ति ग्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् अवयवैः जायते. नाम अनित्यद्रव्याणि इत्युक्ते अवयवानाम् आवश्यकता अस्ति तेषाम् उत्पादनार्थं, तथैव इन्द्रियाणामपि उत्पादनं भवति. अपि च भगिन्या यदुक्तम् इन्द्रियाणां गोचरः न भवति यतोहि इन्द्रियेषु उद्भूतरूपं नास्ति. अस्तु, परन्तु अत्र पृथिव्यादिपरमाणु त्रयणुकस्य विषये जायमानमस्ति चर्चा. अत्र उक्तं त्रिभिः द्वयणुकैः त्रयणुकम् उत्पद्यते. त्रिभिः द्वयणुकैः त्रयणुकम् इत्युक्ते कति परमाणवः भवन्ति तत्र? षट् परमाणवः. अखिल भगिनी, षट् परमाणवः. अनन्तरं चतुरणुके कति परमाणवः भवन्ति चतुर्भिः त्रयणुकैः इत्युक्ते? चतुर्विंशति. चतुर्विंशति, सत्यं खलु. परमाणुः एकः, अनन्तरं द्व्यणुके परमाणुद्वयं, त्रियणुके परमाणुद्वयस्य त्रिगुणं त्रिगुणितं भवति त्रिभिः द्वयणुकैः इत्युक्ते षट् परमाणवः पुनः चतुर्भिः त्रयणुकैः इत्युक्ते 6×4 चतुरणुकम् इति भवति तथा घटपटादीनाम् उत्पत्तिप्रक्रिया एवं भवति द्व्यणुकं तदनन्तरं परमाणु द्व्यणुकं त्रयणुकं चतुरणुकं तथा गच्छति परन्तु परमाणु अपि च द्वयणुकयोः प्रत्यक्षं न भवति किमर्थम् अखिला भगिन्या उक्तं परिमाणम् नास्ति तदर्थं परन्तु उद्भूतरूपम् अस्ति किन्तु परमाणुपरिमाण अतिरिक्त नास्ति इत्यतः प्रत्यक्षं न भवति त्रयणुकात् आरभ्य का गतिः त्रयणुकात् आरभ्य अत्र उक्तं चरम अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्वात् भवति तेषां प्रत्यक्षम् मध्यमपरिमाणम् इति इत्यस्मिन् श्रेण्यां कोष्टके यानि वस्तूनि सन्ति घटपटादयः ते त्रयणुकपरिमाणवः परिमाणयुक्ताः अथवा ततोधिकाः तदेव अत्र उक्तं त्रयणुकात् प्रभृति चरम अवयविपर्यन्तं चरमः इत्युक्ते अन्तिमः फैनल् आकाशात् अथवा कालात् विभुद्रव्यात् लघुः परन्तु चरम अवयवि त्रयणुकात् आरभ्य चरम अवयविपर्यन्तं सर्वेषां मध्यमपरिमाणं भवति इति कृत्वा तेषां प्रत्यक्षं भवति पृथ्वी जलं तेजः वायुः यत्किमपि मध्यमपरिमाणे अस्ति तस्य प्रत्यक्षं भवति इति अत्र उक्तम् अस्तु वर्धिनी भगिनी अग्रे पठति वा आम् परन्तु घ्राणादीन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति आनुभविकं तन्निर्वाहाय तेषाम् अवयवपरम्परायां द्व्यणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते किमिदम् उद्भूतरूपम् उच्यते द्विविधं हि रूपम् अस्तु एतानि त्रीणि वाक्यानि किं बुद्धम् इति वदतु घ्राणादीन्द्रियाणां चतुर्णामिति इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति आनुभविकम् इत्युक्ते किं घ्राणादीन्द्रियाणां इत्युक्ते घ्राणरसन चक्षु त्वक् खलु सम्यक् भगिनि चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति इन्द्रियान्तरेण इत्युक्ते अन्येन इन्द्रियेण अपरेण इन्द्रियेण वा अथवा स्वेन चक्षुः स्वं न द्रष्टुं शक्नोति चक्षुः चक्षुषं द्रष्टुं न शक्नोति तथैव रसनं न द्रष्टुं शक्नोति स्वेन इन्द्रियेण अथवा अपरेण इन्द्रियेण अपि तस्य प्रत्यक्षं न भवति इन्द्रियाणां तादृशं स्थितिः अस्ति अस्तु तादृशस्थितेः कारणं किम् इति अग्रिमवाक्यं पठतु भगिनि तन्निर्वाहाय तेषाम् अवयवपरम्परायां द्व्यणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते इति किञ्चित् बुद्धं द्व्यणुकादिषु विरोधमस्ति चेत् उद्भूतरूपं न भवति आम् नाम अस्माभिः प्रक्रिया दृष्टा खलु, अवयवपरम्परायाम् एका प्रक्रिया आसीत्, परमाणु द्व्यणुकं त्रयणुकं चतुरणुकं मध्यमपरमाणु महत् परिमाणु इति कृत्वा सा अवयवीनाम् अनित्यद्रव्याणाम् उत्पादनं भवति. किन्तु एतानि इन्द्रियाणि ग्राणं रसनं चक्षुः त्वक् एतानि इन्द्रियाणि अपि रूपवन्ति एव. किमर्थं ग्राणं पार्थिव इन्द्रियं तर्हि रूपं स्यात् एव पृथ्वी इति कृत्वा. अपि च रसनं जलीयम् इन्द्रियं जले रूपमस्ति तर्हि जलीयम् इन्द्रियं रसने अपि स्यात् रूपं. त्वक् इति वायुवीय इन्द्रियम् अस्तु, वायौ तु रूपं नास्ति इति भिन्नः विषयः. त्वचा स्पर्श हा तस्मिन्नपि रूपं नास्ति. अनन्तरं किम् अवशिष्टं ग्राणं चक्षुः, चक्षुः हा तैजसमिन्द्रियं तस्मिन् तेजसः रूपमस्ति परन्तु एतस्य रूपं नास्ति, तदर्थं स्वेन वा इन्द्रियान्तरेण वा एतानि इन्द्रियाणि न द्रष्टव न दर्शितानि भवन्ति. तर्हि तस्य कारणं किं, कथं तस्य विवरणं दातुं शक्नुमः इत्युक्ते परम्परया द्वेणुकादिषु परम्परया अवयवपरम्परया कुतश्चित् तस्मिन् प्रक्रियायां कुतश्चित् विरोधः अस्ति अथवा विरोधः अस्ति इति भाति इति उक्तं. तदर्थम् उद्भूतरूपं लुप्तं जातं न वर्तते, उद्भूतरूपं लुप्तं जातम् इति उच्यते अत्र. किमिदम् उद्भूतरूपं, द्विविधं हि रूपम् उद्भूतम् अनुद्भूतं च, उद्भूतम् अनुद्भूतं च, येन द्रव्यप्रत्यक्षं भवति तदुद्भूतं, यस्मिन् सत्यपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतम्. घटादौ उद्भूतरूपं, घ्राणादौ च अनुद्भूतम्. उद्भूतरूपम् अस्ति इति एतदपि पूर्वं प्रत्यक्षं भवति सत्यं. रूपं द्विविधम् इति पूर्वमपि वयं दृष्टवन्तः स्मः, उद्भूतम् अनुद्भूतम् इति. अस्तु, इदानीम् एव वयं चर्चितवन्तः यत् द्वे अणिकादिषु प्रक्रियायां कुतश्चित् विरोधः कृत्वा उद्भूतरूपं नास्ति इन्द्रियाणाम्. उद्भूतरूपं नास्ति इत्युक्ते तत्र अनुद्भूतं स्यात् रूपम् इति चिन्तनम्. विरोधवशात् इत्युक्ते केन, विरोधस्य कारणेन केन सह विरोधः, केनचित् विरोधेन इति एव कुतश्चित् इति उक्तं खलु, केनचित् विरोधेन न स्यात् इति अत्र अनुमतमस्ति. अस्माकं प्रक्रिया तु अस्ति द्व्यणुकं त्र्यणुकम् अथवा चतुरणुकं तथा गच्छति खलु, तस्यां प्रक्रियायां कुतश्चित् अथवा केनचित् कारणेन विरोधः जातः तेन उद्भूतरूपम् इन्द्रियेषु न स्यात् इति अत्र प्रश्नः न इति अनुमानमस्ति. कुतश्चित् विरोधवशात् केनचित् कारणेन विरोधः जातः तेन, परन्तु वयं जानीमः विरोधः विरोधभावः किम् इति न जानीमः. अत्र तु न उक्तं विरोधः कुत्र अस्ति इति, परन्तु अनुमानं कुतः विरोधः विरोधभावः अस्ति तदेव अनुमानं. हा, कुतश्चित् विरोधः अस्ति तदर्थम् उद्भूतरूपं स्यात्, उद्भूतरूपं न स्यात् इति स्वीक्रियते. अस्तु, उद्भूतरूपम् इत्युक्ते किं, येन रूपेण द्रव्यप्रत्यक्षं भवति तद् उद्भूतं, येन द्रव्यप्रत्यक्षं न भवति तद् अनुद्भूतम्. अनुद्भूतं हा, वयं तु जानीमः एव इन्द्रियाणाम् अनुद्भूतरूपं घटपटादौ उद्भूतरूपं, मध्यमपरिमाणे यानि सन्ति अनुद्भूतं सत्यं, ग्राणादौ नाम इन्द्रियाणाम् अनुद्भूत इति. उद्दं वा? आम्. अग्रे अजितमहोदय पठति वा? भगिनी एकः प्रश्नः अस्ति, उद्भूतम् इत्युक्ते अनुद्भूतम् इत्युक्ते किम्? अस्तु, उद्भूतरूपम् इत्युक्ते सम्यक् दृश्यमाणं रूपम्, सम्यक् दृश्यमाणम् उद्भूतं प्रत्यक्षम्। इदानीं सम्यक् दृश्यमाणम् इत्युक्ते किञ्चित् वक्तव्यं भवति, पृथ्वी पार्थिवं पश्यामि, घटं पश्यामि, पटं पश्यामि, तस्य रूपं सम्यक्तया दृश्यते खलु? हा, तादृशं रूपमस्ति घटे वा पटे वा जले वा अथवा तेजसि वा, तादृशं रूपम् उद्भूतरूपम् इति उच्यते। अस्तु, पृथिव्याम् पृथिव्यां रूपम् अस्ति इति अङ्गीकृतम्। ग्राणम् इति पार्थिव इन्द्रियं, रसनम् इति जलेन्द्रियं, तर्हि एतेषु रूपम् अस्ति चेत् ग्राणेन्द्रिये रसनेन्द्रिये इत्यादिषु अपि रूपं स्यात्, परन्तु तद् न दृश्यते, चक्षुषा न दृश्यते। किमर्थं? तादृशं रूपं स्यात् येन प्रत्यक्षं न भवति इति कृत्वा तस्य नाम अनुद्भूतम् इति उक्तम्। बुद्धं वा? आम् आम् भगिनि, धन्यवादः। भगिनी तत्र उद्भूतरूपम् इति दृश्यते इति वदामः चेत् तत्र केनचित् इन्द्रियेणापि प्रत्यक्षं भवति चेत् तद् उद्भूतरूपमस्ति खलु, न केवलं चक्षुषा इति, तथा नास्ति वा? केनचित् इन्द्रियेण प्रत्यक्षं भवति परन्तु तदेव उद्भूतरूपमस्ति खलु, केवलं चक्षुषा इति न न न, त्वचा, वायोः त्वचा स्पर्शः गृह्यते, त्वचा प्रत्यक्षं भवति, वायोः स्पर्शः त्वचा प्रत्यक्षं भवति, तादृशः उद्भूतस्पर्शः। अस्तु, परन्तु पृथिव्यां जले तेजसि उद्भूतरूपम् इति वदामः, यद् चक्षुषा साक्षात् गृह्यते सम्यक् दृश्यमाणम् अस्तु। धन्यवादः भगिनि। अजित् महोदय अग्रे पठति वा? आम् आं भगिनि। एवं च घटावयव परस्परागत पञ्चाणुकादिवत् इमानि इन्द्रियाणि अपि महत्ववन्ति मध्यमपरिमाणवन्ति, परन्तु अनुभूतरूपभावात् परन्तु उद्भूतरूपाभावात् अतीन्द्रियत्वं सिद्ध्यति। अस्तु, अनेन वाक्येन किम् अवगतम् इति उच्यतां महोदय? अहं जानामि भगिनि, चिन्ता नास्ति, अहं सहायं करोमि। अस्तु, अत्र एवं च घटा अवयवपरम्परागतपञ्चाणुकादिवत् इमानि इन्द्रियाणि, इमानि इन्द्रियाणि कया परम्परया जातानि? घटावयवपरम्परा इति यद् वयं दृष्टवन्तः, प्रथमतया परमाणु, तदनन्तरं द्वियणुकं, तदनन्तरं त्रियणुकम् इति या परम्परा आसीत्, तया एव परम्परया इन्द्रियाणि जातानि, इन्द्रियाणि अपि महत्त्ववन्ति नाम मध्यमपरिमाणवन्ति, मध्यमपरिमाणवत् इति मतुप्रत्ययः, अस्मिन् मध्यमपरिमाणमस्ति इति बोधनाय मध्यमपरिमाणवन्ति इन्द्रियाणि इति उक्तम्। किमर्थं मध्यमपरिमाणवन्ति? यतोहि घटावयव परम्परया एव एतेषाम् उत्पादनं जातम्, अपि च पञ्चाणुकादिवत् एतेषां पञ्चाणुकम् इति परिमाणम् अस्ति, तदर्थं मध्यमपरिमाणवन्ति इन्द्रियाणि। वयं पूर्वमपि चर्चितवन्तः, मध्यमपरिमाणे यानि सन्ति ते प्रायः प्रत्यक्षद्रव्याणि एव भवन्ति, वायुः विहाय मध्यमपरिमाणे घटपट इत्यादयः ये भवन्ति तेषां प्रत्यक्षमपि भवति, किन्तु इन्द्रियाणां प्रत्यक्षं न भवति. किमर्थम्? तदर्थं एकः विरोधः अभवत् तत्र परम्परायां. तस्य निर्माणे कुतश्चित् विरोधः जातः, कुतश्चित् विरोधः अभवत् इत्यनेन उद्भूतरूपं न आसीत्. तर्हि उद्भूतरूपाभावात् एतेषाम् इन्द्रियाणां प्रत्यक्षं न भवति इति कृत्वा अतीन्द्रियत्वं सिद्ध्यति इन्द्रियाणाम्. अतीन्द्रियत्वम् इत्युक्ते किं कोऽपि वदति वा? इन्द्रिय ग्रहणस्य बहिः. यत् इन्द्रियं न ग्राह्यते तत् अतीन्द्रिय. इन्द्रियग्रहणशक्तेः बहिः अस्ति इति अतीन्द्रियत्वम्. इन्द्रियाणां तादृशम् अतीन्द्रियत्वम् अस्ति. किमर्थमस्ति तादृशम् अतीन्द्रियत्वम्? ग्राहकत्वं नास्ति अतीन्द्रियः. अतीन्द्रियत्वं नास्ति यतोहि उद्भूतरूपं नास्ति. क्षम्यताम्, अतीन्द्रियत्वम् अस्ति यतोहि उद्भूतरूपं नास्ति इन्द्रियाणां. यद्यपि मध्यमपरिमाणम् अस्ति तथापि उद्भूतरूपं नास्ति इन्द्रियाणाम् इति कृत्वा तेषाम् अतीन्द्रियवत्वं सिद्ध्यति इति. बुद्धं वा उद्भूतरूपं नास्ति इत्यपि तत्र अनुमितमस्ति वा? यतः घ्राणेन्द्रियं पार्थिव इन्द्रियम् अस्ति, यत्र यत्र पृथिवी अस्ति तत्र उद्भूतरूपम् अस्ति इति अस्ति. भवती सम्यक् एव वदति, किन्तु अत्र एकः एव परिष्कारः, यत्र यत्र पृथिवी तत्र रूपम् अस्ति तावदेव. रूपं परन्तु उद्भूतरूपं यत्र अस्ति तत् तदेव प्रत्यक्षं भवति, इन्द्रियेषु कदापि उद्भूतरूपं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति, केनापि इन्द्रियेण ग्रहणं न भवति. तदर्थम् अतीन्द्रियत्वं सिद्ध्यति इन्द्रियाणाम्. तु तत्र यथा उद्भूतरूपं नास्ति तथैव तत्र उद्भूतस्पर्श नास्ति, उद्भूत ग्राणं नास्ति इति अतीन्द्रियत्वं भवति. ग्राणं तु पार्थिव इन्द्रियं, तर्हि उद्भूतरूपं नास्ति. त्वग् इति वायुवीय इन्द्रियं, तर्हि तस्यापि उद्भूतस्पर्शं नास्ति इति वक्तुं शक्नुमः. तदर्थम् अतीन्द्रियाणि, इन्द्रियाणि एव अतीन्द्रियाणि. सर्वे इन्द्रियाणि अतीन्द्रियाणि. सत्यम्. इन्द्रियस्य प्रत्यक्षं न भवति. चक्षुः चक्षुषं द्रष्टुं न शक्नोति, अथवा रसनेन रसनस्य ज्ञानं न भवति. तर्हि इन्द्रियेण स्वेन अथवा अत्र उक्तं खलु, स्वेन अथवा अपरेण इन्द्रियेण इन्द्रियान्तरेण प्रत्यक्षं न भवति. स्वस्य अपरेण इन्द्रियेण किल? किं महोदय? अपरेण इन्द्रियेण इत्युक्ते स्वस्य अपरेण इन्द्रियेण. उदाहरणं चक्षुः, केवलं चक्षुषा एव द्रष्टुं शक्नुमः. ओके, परन्तु स्वस्य तदपि न शक्नुमः. चक्षुषापि न द्रष्टुं शक्नुमः. तदपि न साध्यं. तदर्थम् अत्र उक्तम् इन्द्रियान्तरेण वा स्वेन वा न प्रत्यक्षं भवति. मम प्रश्नः स्वस्य इन्द्रिय स्वस्य अथवा अपरस्य अन्य. तर्हि एवम् अस्ति यत् चक्षुः इत्युक्ते नेत्रम् इति न. अस्तु, चक्षुः इत्युक्ते एका शक्तिः अस्ति येन रूपं गृह्यते. तावदेव कस्यापि इन्द्रियेण न न द्रष्टुं प्रत्यक्षं भवति सत्यं तादृशी शक्तिः अस्ति यस्य प्रत्यक्षं न भवति चक्षुरिति नेत्रम् ऐ इति न चक्षुरिन्द्रियम् इति अवगन्तव्यम् अस्तु अजितमहोदय तत् पठतु अग्रे पृथिवी पृथिवी परमाणु पृथिवी परमाणु द्वय गुणादि परम्परया प्राणेन्द्रियं घ्राणेन्द्रियं जलपरमाणु द्वय गुणादि परम्परया दशनेन्द्रियं जलपरमाणु द्वयणुकादि परम्परया रसनेन्द्रियम् अस्तु केवलं केन परम्परया किम् इन्द्रियं जायते पृथिव्यादि परमाणु द्वयणुकादि परम्परया घ्राणेन्द्रियं घ्राणेन्द्रियं पार्थिव इन्द्रियम् अस्ति नासाग्रवर्ति घ्राणेन्द्रियं केन कया परम्परया पृथिव्यादि पृथिवी परमाणु द्वयणुकादि परम्परया घ्राणम् इति पार्थिव वस्तु अस्ति खलु तदर्थं तथा उक्तं भगिनि आदिपरम्परया इत्युक्ते महत् परम्परा मध्यम परमाणु परम्परा हा हा तत् सर्वम् अस्ति अन्तर्भूतम् आदि इति उक्तं चेत् परमाणु द्व्यणुकं त्र्यणुकम् इति स्टेप्स् सोपानानि आसन् खलु तादृशैः सोपानैः ग्राणेन्द्रियमपि उद्भूतं ग्राणेन्द्रियमपि ग्राणेन्द्रियस्यापि उत्पादनम् आसीत् पार्थिव इन्द्रियम् अस्ति ग्राणेन्द्रियं पार्थिव इत्युक्ते किं पार्थिव पृथिवी प्रत्यय अस्ति पार्थिवः इति पृथिवी पार्थिवः जल जलीयः तेजः परमाणुद्वय गुणादिपरम्परया चक्षुरिन्द्रियं वायुपरमाणुद्वय गुणादिपरम्परया तोग्यन्द्रियम् हा इति केवलं प्रदर्शितं तत्तत् सम्बद्ध इन्द्रियं तत्र प्रदर्शितं पार्थिव इन्द्रियं ग्राणेन्द्रियं तया परम्परया जायते जलीयं रसनं तैजसमस्ति चक्षु इन्द्रियं वायुवीय इन्द्रियमस्ति त्वगिन्द्रियं सर्वम् अनया परम्परया एव जायते परमाणु द्वेणुकं त्रेणुकम् इति कृत्वा इन्द्रियाणामपि निर्माणं भवति परन्तु कुतश्चित् अस्यां परम्परायां कुतश्चित् विरोधवशात् उद्भूतरूपं न भवति इति इन्द्रियाणां विषयः अस्ति एतादृशोत्पत्तिपरम्परा एकनिमिषः अन्य कोऽपि अस्ति वा या न पठितवान् अथवा न पठितवती नूतनतया कोऽपि आगता अहमस्मि भगिनी लक्ष्मी भगिनी ओ लक्ष्मी भगिनी अस्तु पठतु भगिनी अग्रे भगिनी अत्र एकः प्रश्नः महत्त्ववन्ति महत्त्ववत् इति भवत् शब्दः इव न न न न महत्त्ववत् इति मतुप् अस्ति अस्तु महत्त्ववत् इति मतुप् तस्य नपुंसकलिङ्गे इन्द्रियम् इति नपुंसकं खलु इन्द्रियम् इन्द्रिय इन्द्रियाणि तत् महत्त्ववती महत्त्व महत्त्व बुद्धिमती बुद्धिमन्ति बुद्धिमन्ति इति तथा भवति चिन्तयामि महत्त्व महत्त्ववत् महत्त्ववती महत्त्ववन्ति वन्ति सत्यं सत्यं महत्त्ववती महत्त्व बहुवचनरूपं यथा मध्यमपरिमाणवन्ति अपि तथैव इन्द्रियाणि इति नपुंसकलिङ्गं तस्य बहुवचनम् भगिनी इतोपि एकः प्रश्नः अस्ति क्षम्यतां यदा पूर्वं तत्र अतीन्द्रियविषये चर्चितवन्तः तस्मिन् समये भवती उक्तवती तत्र पार्थिव इन्द्रियेषु उद्भूतरूपं नास्ति इति खलु? पार्थिवद्रव्येषु, क्षम्यतां, पार्थिवद्रव्येषु उद्भूतरूपं भवति, परन्तु पार्थिव इन्द्रियेषु उद्भूतरूपं नास्ति इति. सत्यं. परन्तु पार्थिव इन्द्रियेषु उद्भूतघ्राणमपि नास्ति खलु? किमर्थं चेत् तत्र पृथ्व्याः लक्षणं तु गन्धवती पृथ्वी एव खलु, तत्र घ्राणेन्द्रियमेव पृथ्व्याः इन्द्रियम् अस्ति खलु? सत्यं, घ्राणेन्द्रियं पृथ्वी अस्ति वस्तुतः. पृथ्वी इन्द्रियम् इति केवलं तत्र पश्यन्ति चेत् लक्षणवाक्ये शरीरेन्द्रियविषयभेदात् इति कृत्वा उक्तं, परन्तु मूलतः घ्राणेन्द्रियं पृथ्वी एव, घ्राणेन्द्रियं पृथ्वी एव. पृथिव्याः लक्षणं किं? गन्धः अस्ति, अपि च पृथ्वी रूपम् अपि अस्ति पृथिव्यां, घटपटादीनां दर्शनं भवति इति कृत्वा पृथिव्यां रूपम् अस्ति. घ्राणमपि पार्थिवम् अस्ति इति कृत्वा घ्राणे अपि रूपम् अस्ति, परन्तु तद्रूपं न प्रत्यक्षम्, तद्रूपं न प्रत्यक्षम् इति कृत्वा तस्य अनुद्भूतरूपम् इति नाम. स्पष्टं वा भगिनि? आम् स्पष्टं. परन्तु तत्र जले अपि तदर्थमेव तत्र उद्भूतरूपमस्ति. जले अपि रूपम् अस्ति, उद्भूतरूपमेव अस्ति जले, परन्तु जलीय इन्द्रियं किम्? रसने नास्ति तादृशं रूपम्. अस्तु, त्वक् विषये उद्भूतरूपं नास्ति इति उक्तवती, किमर्थं चेत् तत्र वायोः विषये रूपं नास्ति. हा, वायोः रूपमेव नास्ति. इदानीं स्पष्टं भगिनि. इदानीं स्पष्टं, धन्यवादः. अन्य कोऽपि प्रश्नः? हा, पार्थिव इन्द्रियम् इत्युक्ते घ्राणेन्द्रियम् एव किल? अस्तु अस्तु, लक्ष्मी भगिनी पठति वा अग्रे? एतादृश उत्पत्तिपरम्परा न श्रोतेन्द्रिये घटते तस्य आकाशरूपत्वस्वीकारात्, आकाशस्य एकत्वेन परमाणुद्वयणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति. अतः श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियेवत् अस्य पृथक् उल्लेखः न कृतः. यथा अन्य इन्द्रियादि उत्पत्तिपरम्परा अस्ति, श्रोतेन्द्रिये न अस्ति. किमर्थं चेत् आकाशरूपत्वं तत्र आकाशरूपत्वं स्वीकरणीयम्. आकाशः परमाणुद्वयाणुकादिपरम्परया आकाशस्य उत्पत्तिः न सम्भवति, अतः श्रोतस्य उत्पत्तिः अपि तथा न सम्भवति. हा, सम्यक्, तथैव अस्ति. आकाशः निरवयवी, अवयवाः न सन्ति. तर्हि परमाणुद्वयाणुकादिपरम्परया अथवा अवयवपरम्परया आकाशस्य उत्पत्तिः नास्ति. श्रोत्रम् इति इन्द्रियं तु आकाशस्य रूपम्, तर्हि आकाशस्य तया परम्परया नास्ति उत्पत्तिः इति इत्यनेन श्रोत्रस्यापि तादृशी उत्पत्तिः न भवति. किमर्थम्? आकाशस्य नित्यत्वात् तदर्थं श्रोत्रस्यापि नित्यत्वं, तदर्थम् अत्र उक्तम् इतर इन्द्रियवत् पृथक् उल्लेखः नास्ति श्रोत्रेन्द्रियस्य, पृथक्तया न वक्तव्यं भवति. उक्तं वा? उल्लेखः इत्युक्ते न वक्तव्यं भवति, मेन्शन्. पृथक् उल्लेखः न कृतः इत्युक्ते नाट् मेन्शन् सेपरेट्लि. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्था निर्वाहाय तत् शरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि अतः कर्णशुष्कली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इत्यलम्. श्रोत्रेन्द्रियाणि अनेकाः सन्ति. किमर्थं चेत् एकः पुरुषः यत् किमपि शृणोति अन्यपुरुषस्य व्यवस्था इति न व्यवस्था तदा तथा न भवेत्. ऐ मीन् शरीरभेदेन तथा न भवेत्. शरीरभेदेन श्रोतेन्द्रियाणि अपि अनेकाः सन्ति. अनेकाः सन्ति इति भाति वस्तुतः अनेकानि सन्ति वा? वस्तुतः आकाशः एकः एव, परन्तु केवलं प्रदेशभेदात् भिन्नभिन्न दृश्यते. श्रोत्रम् आकाशरूपम् इति कृत्वा श्रोत्रमपि एकमेव, परन्तु एतदस्ति शरीरभेदात् कर्णशष्कुली इति अस्ति, इयर् केनाल् इति उच्यते, कर्णपुटः कर्णपुटं यदस्ति तेन भिद्यते. अस्तु, एषः कर्णशुष्कली इति अवच्छेदकः अथवा भेदकः भवति. तदर्थं कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति उक्तं. तस्य साधनाय एतत् सर्वं विवरणं दत्तं. कर्णशुष्कली अथवा कर्णपुटेन श्रोत्रेन्द्रियस्य भेदं भूत्वा श्रोत्रेन्द्रियाणि अपि अनन्तानि भवन्ति. किन्तु यथा उपाधिभेदात् आकाशः भिन्नभिन्न इति भाति, तथैव श्रोत्रेन्द्रियमपि आकाशरूपम् एकमेव, किन्तु एतत् पार्थिववस्तु अस्ति कर्णशुष्कली इति, तेन अवच्छेदनं भवति श्रोत्रेन्द्रियस्य. तदर्थम् अस्माकं वर्गस्य प्रारम्भे प्रश्नः यदासीत् यद् एकेन श्रूयते तद् अपरेण किमर्थं न श्रूयते इति, इदमेव कारणम्. कर्णशुष्कली भिन्न भिन्न भवति, अतः एकः यत् श्रूयते अन्यः न श्रूयते. हा अस्तु, एकस्य पुंसा शब्दप्रत्यक्षम् अन्यस्य न भवति. किमर्थं चेत् भिन्नभिन्नानि श्रोत्रेन्द्रियाणि कृतानि कर्णपुटेन अवच्छेदकं भवति. अन्य कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् विरमामः. धन्यवादः. धन्यवादः. धन्यवादः.